नमस्कारः. अद्यतनकरपत्रमस्ति अष्टाध्यायं सूत्राणां बलाबलम् इति. तर्हि सप्ताध्यायां कृते बलाबलचिन्तनं कथं स्यात् इति पूर्वम् अस्माभिः दृष्टम्. अधुना अग्रे अत्र वयं जानीमः अष्टाध्यायी इति पाठः विभागस्य विभागद्वयं वर्तते इति. तर्हि विभागद्वयं किमर्थं, केन इति, केन कारणेन इति पृच्छामः चेत्, अत्र पूर्वत्र सिद्धम् इति एकं सूत्रमस्ति. अष्टाध्यायस्य अष्टम अध्यायस्य द्वितीयपादस्य प्रथमसूत्रमस्ति. ततः आरभ्य किमित्युक्ते पूर्वसूत्रं प्रति परसूत्रम् असिद्धं भवति इति कृत्वा बलाबलचिन्तनम् अनेन अग्रे गत्वा यत्र अष्टाध्याय्यां त्रिपादि ये सूत्राणि सन्ति तेषां कृते बलाबलचिन्तनं विद्यते इति कृत्वा विभागद्वयं वर्तते. तर्हि अत्र किम् इत्युक्ते, अत्र अस्माकं पूर्वत्र सिद्धमिति आयाति त्रिपाद्यां. तर्हि तत्र तु कार्यविषयद्वयं वर्तते. किमित्युक्ते शास्त्रसिद्धं कार्यसिद्धम् इति गतसप्ताहे अस्माभिः चर्चितं. शास्त्रसिद्धं नाम किम्? शास्त्रसिद्धम् इत्युक्ते यत्र एकं सूत्रं प्रवर्तितं पूर्वमेव प्रथमसोपाने प्रवर्तितम्, अनन्तरम् अन्यत् सूत्रम् आगत्य कार्यं कर्तुम् इच्छति. प्रथमसूत्रं कीदृशसूत्रम् इत्युक्ते त्रिपादिसूत्रमस्ति. तर्हि एकं त्रिपादिसूत्रं कारितं प्रथमसोपाने. तर्हि द्वितीयसूत्रं कीदृशं भवितुमर्हति? द्वितीयसूत्रं सपादसप्ताध्यायीसूत्रं भवितुमर्हति, नो चेत् पूर्वत्रिपादिसूत्रमपि भवितुमर्हति. तथा तस्यां स्थित्यां प्रथमं यत् सोपानं कारितं खलु, परत्रिपादिसूत्रं यत् कारितं, तत् कार्यम् अग्रे पूर्वत्रिपादिसूत्रम् अनन्तरं सपादसप्ताध्यायीसूत्रं कार्यत् कार्यं न पश्यति इति कृत्वा शास्त्रसिद्धं. शास्त्रम् इत्युक्ते अत्र सूत्रमिति. सूत्रं न पश्यति, सूत्रम् असिद्धम् अस्ति, सूत्रस्य कार्यम् असिद्धम् अस्ति इति कृत्वा शास्त्रसिद्धम् इति वदामः. अनन्तरं द्वितीयकार्यं वर्तते नमस्कारः भगिनि, स्वागतं. तर्हि शास्त्रसिद्धम् इत्यस्य उदाहरणानि गते सप्ताहे अवलोकितानि, पुनः तदेव विषयः पठामः. शास्त्रसिद्धम् इति प्रथमबिन्दुः अस्ति खलु, ततः आरभ्य वयम् आरभामहे अधुना पुनस्मरणार्थं. कः पठति? मीना भगिनी पठति किं भगिनि? नमस्ते मीना भगिनी, श्रूयते किं? भवत्याः ध्वनिः मया न श्रूयते, प्रायः बहिर्गत्वा पुनः आगन्तुम् इच्छति किम्? अस्तु, विजया भगिनी पठतु कृपया भगिनि. आं भगिनि, तत्र प्रथमबिन्दुः शास्त्रसिद्धम् इति द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रसिद्धम् इति उच्यते. अस्य बहूनि उदाहरणानि सन्ति. प्रतिपादनं करोति वा भगिनि? गते सप्ताहे तत्र शास्त्रमित्युक्ते सूत्रमेव असिद्धं. शास्त्रम् असिद्धम् इत्युक्ते तत्र द्वयोः सूत्रयोः कुत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति समानकाले इत्युक्ते तत्र युगपत् भव समानस्थले चेत् तत्र परत्रिपादिसूत्रं स्वयम् असिद्धं भवति. क्षम्यतां, मया तु दोषेण उक्तमासीत, क्षम्यतां भगिनी. आं सत्यं भगिनी यथोक्तवती तदेव. समानस्थले समानकाले समानस्थले सूत्रद्वयं वर्तते चेत् एकं सूत्रं त्रिपादी परत्रिपादीसूत्रमस्ति चेत् तस्य कार्यम् असिद्धं भवति. पूर्वं मया यत् उक्तम् आसीत् एकं कार्यं कारितम् अनन्तरं द्वितीयकार्यम् आगत्य कार्यं कर्तुम् इच्छति सूत्रम् आगति, तत्तु कार्यसिद्धम् अस्ति. आं क्षम्यताम्, अग्रे वदतु भगिनि. आम् आं, त्रिपादीसूत्रं तत्र अस्ति चेत् तत्र परसूत्रम् असिद्धमेव भवति तत्र, तावदेव तत्र. अनन्तरं ए इति बिन्दुः, पठामि वा भगिनि? पठतु. यथा हल्सन्धिसूत्राणि सर्वाणि त्रिपाद्याम्, अतः एकत्र हल्सन्धिः हल्सन्धिविधायकसूत्रद्वयम् आयाति चेत् परसूत्रस्य असिद्धत्वात् पूर्वसूत्रम् आगत्य कार्यं करोति. यत् योगः जायते जलं जशन्ति इति सूत्रेण स्तोः चुना चुः एकत्र आयातः स्तोः चुना चुः इत्यस्य असिद्धत्वात् जलं जशन्ति पूर्वं भवति. यद् जायते स्तोश्चुनाश्चुः इत्यनेन सूत्रं भूत्वा तत्र यज् योगः जायते यज्जायते. एवमेव सर्वाणि हलसन्धिः सूत्राणि. तत्र अल्सन्धिः अस्ति, सूत्राणि सर्वाणि त्रिपाद्याम् इत्युक्ते अष्टादश अष्टाध्यायमध्ये आगच्छति द्विपादमिति. अतः एकत्र हलसन्धिः विधायकसूत्रं द्वयम् आगच्छति चेत् तत्र परसूत्रस्य असिद्धत्वात् पूर्वसूत्रमेव तत्र कार्यं करोति. यत् जायते इति तत्र जलं जिषन्ति इति सूत्रेण तत्र यत् इद प्रथमदकारस्य स्थाने द्वितीय दकारः आगच्छति यत् जायते इति. अनन्तरं स्तोः चुना चुः इति जलां जषन्ति इति सूत्रम् अष्टाध्यायमध्ये आगच्छति द्वितीयपादे. स्तोः चुना चुः इति अष्टाध्यायी चतुर्थपादे आगच्छति एकत्र आयातः आयातः तत्र. स्तोः चुना चुः इति अस्य असिद्धत्वात् जलां जषन्ति पूर्वं भवति. किमर्थं चेत् वयं पूर्वमेव दृष्टवन्तः शास्त्र असिद्धमिति. त्रिपादीसूत्रम् आयाति चेत् परसूत्रमेव तत्र कार्यं करोति इति पूर्वमेव वयं दृष्टवन्तः. अतः तत्र स्तोः चुनाश्चुः इत्यस्य असिद्धत्वात् जलं जषन्ते एव पूर्वं भवति. यद् जायते स्तोः चुनाश्चुः इत्यनेन स्तुत्वं यत् जायते यत् यज् योगः जायते यज्जायते. एवमेव सर्वाणि हल्सन्ति सूत्राणि तत्र भवति. पूर्वसूत्रमेव जलं जषन्ते एव तत्र स्तोः चुनाश्चुः इति तत्र कार्यं न करोति इति अहं मन्ये. साधु वा भगिनि तत्र? आं भगिनि. अस्तु भगिनि, धन्यवादः. सुमन् भगिनि वदति किम्? आं भगिनि, पठामि. किन्तु मम प्रश्नः अस्ति, किमर्थम् एतत् एषः भागः एतं भागं कृतवान् पाणिनि महर्षि? किमर्थम् इत्युक्ते अत्र तु सामान्यतया हल्सन्धिकार्याणि एव प्रवर्तन आयान्ति. अन्येषां सूत्राणां त्रिपादी त्रिपाद्याम् एकं एकः नियमः सपादसप्तपाद्यां भिन्न नियमः इति किमर्थं कृतवान्? प्रायः लाघवार्थम् इति एव मन्ये, सर्वा तदेव मुख्यविषयः अस्ति खलु, लाघवार्थम् इति लाघवम् इति. यत्र सूत्राणाम् आवलिं यदा करोति तत् एतत् विषये अग्रे आगच्छति भगिनि. भटोजी दीक्षितः अस्ति, अनन्तरं माताजी अपि अस्ति. एतत् कार्यं किमर्थं पूर्वसूत्रम् एतत् पूर्वस्थितं कार्यं करोति, अनन्तरं त्रिपादी एव कार्यं करोति, सपादीयां यदि पूर्वम् आगच्छति चेत् एतदेव कार्यं करोति इति भट्टोजी दीक्षितः अनन्तरं माताजी एतत् सर्वम् अग्रिम पृष्ठे उक्तवन्तः. ओ एवं किं भगिनि महोदय, करपत्रं नवीकृतवान् प्रायः मया न पठितम्. अस्तु अग्रे सरेण पठामः. अस्तु इदानीं हल्सन्धि सूत्रक्रमः पठितव्यं वा अग्रे? अग्रे सरेम द्वितीयबिन्दुः. अस्तु, मनोरथः मनसः इच्छा अभिलाष, मनस् योग रथ, ससजुषो जुषो रुहु इत्यनेन पदान्ते सकारस्य स्थाने रु आदेशः. मन् योग रु योग रथ. अनुबन्धलोपे मनर् योग रथ. रो रि अनन्तरं हषि च. रो रि इत्यनेन रेफस्य लोपस्य असिद्धत्वात् हषि च इत्यनेन रेफस्य उकारादेश. रोरि किं अस्तु पठामि अनन्तरं. मन योग उ योग रथ. आद् गुणः इत्यनेन गुण आदेशः. मनो रथ वर्णमेलनं मनोरथ. रोरि किं करोति? अस्तु, इदानीं सूत्रक्रमः अस्ति. प्रथमं रोरि इति हसि च इति किम् इति अग्रे दत्तमस्ति भगिनि, तदपि किन्तु विवरणं मास्तु किम्? न न, तदपि पठित्वा भगिन्याः एव प्रश्नः आसीत् खलु, रोरिक् इति किम् इति, तदेव अग्रे दत्तमस्ति, तदपि पठित्वा विवरणं करोमि. अस्तु, न अहं वाक्यद्वयम् अस्ति, वाक्यद्वयं वर्तते, तदपि पठितम्. आम्, किन्तु सूत्रक्रमेण प्रथमं ससु जोषो रुः कार्यं करोति, अनन्तरं रोरि, अनन्तरं हसि च, अनन्तरं न प्रथमं ससजरुः, पदान्तस्य सकारस्य तु रु आदेशः भवति, तत्तु प्रथमसोपाने अभवत्. अनन्तरम् अधुना सूत्रद्वयस्य प्रसक्तिः अस्ति, तदर्थमेव पठित्वा अग्रे प्रतिपादयतु भगिनि, नो चेत् भ्रमः जायते खलु, भवत्याः स्वयं भ्रमः अस्ति, तर्हि पठित्वा किञ्चित् पठित्वा अग्रे प्रतिपादयतु. रोरि रेफस्य रेफे परे लोपो भवति इत्युक्ते रेपः अस्ति तस्य परे रेपः पुनः आगच्छति चेत् रेपस्य लोपः भवति. सम्यक् किम्? आम्, प्रथमरेपस्य लोपः भवति. अत्र किम् इत्युक्ते पदान्तरेपस्य, पदान्तरेपः अस्ति, अनन्तरम् अग्रे रेपः अस्ति चेत् पदान्तरेपस्य लोपः भवति. अस्तु, इत्युक्ते रुः तु औपदेशिक रु औपदेशिकरूपम् अस्ति, तत्र प्रायः उकार अनुस्वारः उकारः अस्ति, अतः इत् भवति, तस्य लोपः अपि भवति, अतः मनर् भवति. मनर्योगरथः रेफस्य परे परवर्णः अस्ति, पुनः रेफः एव, अतः मनर् पदान्तस्य रेफस्य लोपः इत्युक्ते मनयोगरथ इति भवितुम् अर्हति इति प्रसक्तिः अस्ति, सूत्रस्य प्रसक्तिः अस्ति तावदेव. अधुना हसि च इत्यस्यपि द्वितीयसूत्रस्यपि कार्यं भवितुम् अर्हति, सूत्रद्वयस्य प्रसक्तिः अस्ति, रोरि इत्यस्य प्रसक्तिः अस्ति, यदि प्रवर्तते चेत् मनरथ इति भवति. अनन्तरं हशिष इत्यस्य अपि प्रसक्तिः अस्ति. अनेन किं कार्यं हशिच इति पद पठतु. अस्तु, हशिच हशिच तत् सूत्रं वदति हशि परे अतः उत्तरस्य रेफस्य उकारदेश भवति. हशि परे हशि इत्युक्ते हश् वर्णः अस्ति चेत् हश् वर्णे मृदु मृदु मृदु व्यञ्जनानि खलु. अस्तु, हश् वर्ण पर परे अस्ति चेत् उत्तरस्य रेफस्य उकारदेश अतः उत्तरस्य अकारस्य उकारायां ह्रस्व अकारः अस्ति. अनन्तरं तदनन्तरं रेपः अस्ति चेत् तस्य रेपस्य उकारादेशः भवति. किं ह्रस्व तत्तु जानामि, किन्तु कुत्र अतः इति न अवगतवती इदानीम्. अस्तु, इदानीं तु मनर् तत्र उपधायां ह्रस्व अकार अस्ति. अनन्तरं रेफः अस्ति, तस्य परे हश् वर्णः इत्युक्ते इदानीं तु पुनः रकार अस्ति. द्वितीय न रेफस्य इदानीम् उकार भवति किम्? उत्तरस्य इत्युक्ते अतः उत्तरस्य रेफस्य स्वकारस्य उत्तरभागे अनन्तरं रथ इति भागमस्ति खलु भगिनि, रथ एतदेव तत्र उत्तरस्य तत् सम्यक् नास्ति. मनर् अस्ति, मनर् शब्दस्य तत्र हशि परे इत्युक्ते इदानीं पुनः रथ आगच्छति. तत्र रथशब्दस्य रेपः हष् वर्णः अस्ति, अतः इदानीं पदान्ते रकारस्य हशि परे अस्ति. अतः तत् रेपः अतः उत्तरस्य रेपः अस्ति, तस्य उकारादेशः भवति. सम्यक् वा भगिनि? उत्तमम्, सत्यम्. आम् इदानीं तद् भवति चेत् मन अस्ति, मन तस्य परे रेपः उ भवति, अतः मनु भवति. इदानीं न मन् नो मन योग उकार भवति, योगः रथ भवति, अकार ओकार गुणसन्धि, अतः मनो रथ भवति. तर्हि अत्र सूत्रद्वयस्य प्रसक्तिः, एकं तु त्रिपादीसूत्रमस्ति रोव्री इति, हशि च इति सपादसप्ताध्यायीसूत्रमस्ति. तर्हि सूत्रद्वयमपि समानस्थले समानकाले कार्यं कर्तुम् इच्छतः, तस्यां स्थित्यां रोरि इति सूत्रं हशि च इति सूत्रं प्रति रोरि सूत्रम् असिद्धम् इति कृत्वा हशि च इत्येव कार्यं करोति. अस्तु, अग्रे अग्रे प्रश्नः अस्ति. आम्, अत्र तु बिन्दु ब अस्ति खलु, पूर्वं वयम् अ दृष्टवन्तः, भिन्नः कः भेदः कः? क्षम्यता, भेदः कः? प्रथमं यत् बिन्दुः आसीत् तत्र सूत्रद्वयमपि त्रिपादिसूत्रे सह जलां दृश्यन्ते सोहोश्चुनाशुः द्वयमपि त्रिपादिसूत्रम् एकं तु पूर्वत्रिपादिसूत्रम् अन्यत् तु परत्रिपादिसूत्रमस्ति. तर्हि वयं किं अधीतवन्तः इत्युक्ते पूर्वत्रिपादिसूत्रं परत्रिपादिसूत्रम् असिद्धम् इति तत्र कार्यं कृतवन्तः. अनन्तरम् अधुना द्वितीयबिन्दोः तु एकं तु सपादसप्ताध्यायीसूत्रमस्ति, अनन्तरं त्रिपादि अन्यत् तु त्रिपादिसूत्रमस्ति. अस्यां स्थित्यामपि पुनः त्रिपादिसूत्रम् असिद्धं भवति, सपादसप्ताध्यायस्य कार्यं भवति, किन्तु कान्सेप्ट् समान एव. तदेव तद् बोधयितुमेव, यदि परत्रिपादिसूत्रं प्रति पूर्वत्रिपादिसूत्रं वा क्षम्यतां पूर्वत्रिपादिसूत्रं प्रति वा नो चेत् सपादसप्ताध्यायीसूत्रं प्रति वा परत्रिपादिसूत्रम् असिद्धं भवति इति अस्तु स्पष्टीकर्तुं अग्रे सरेम. अस्तु अग्रे पठामि. मलर् भगिनी पठतु. धन्यवादः. मोनुस्वारः समः चुटि कृयोगः तिन् कृति सं योगः कृति सम्प्रतिभ्यां करोतौ विषये इत्यनेन सुप् आगमः संयोगः सुप् योगः कृति अनुबन्धलोपे संयोगः सकारः योगः कृति मूनुस्वारः इत्यनेन मकारस्थाने अनुस्वारादेशः परन्तु मूनुस्वारः समः चुप्ति च त्रिपादसूत्रे सः अतः पूर्वत्रासिद्धम् इत्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति, परसूत्रम् असिद्धं. समः चुति इत्यनेन मकारस्य ऋत्वं सलु योगः सकारः योगः कृति उपदेशे जन्नासिक इत्यनेन उकारस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपः च सर् कृति अत्रानुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन आन् आदेशः विपक्षे अनुनासिकात् परोनुस्वारः इत्यनेन अनुस्वार आगमः संस्कृति अथवा संस्कृति करावसाने यो विसर्जनीयः इत्यनेन पदान्तरेपस्य स्थाने विसर्गः कृति अथवा संस्कृति विसर्जनीयस्य सः इत्यनेन विसर्गस्य स्थाने सकारः संस्कृति संस्कृति अत्रापि एकः उदाहरणम् अस्ति कृयोगः तिन् अतः कृति सं तदनन्तरं संयोगः कृति अत्र द्वे सूत्रस्य प्रसक्तिः अस्ति. संयोगः चित्योगः कृति संयोगः सकारयोगः कृति इति स्थितौ मोनुस्वारः सम सुपि इति द्वौ सूत्रस्य प्रसक्तिः अस्ति, परन्तु समचुटि इति पूर्वमस्ति. अतः पूर्वत्रासिद्धम् इत्यनेन तस्य कार्यमेव भवति. अतः सर्वयोगः सकारयोगः कृति इति रूपं भवति. अत्रापि साक्षात् सिद्धं एवम् उक्तः इति उक्तः अस्ति किल. किम् आं भगिनि तदेव अस्ति अतः रुः इति रूपं भवति, अनुस्वाररूपं न भवति रुः. किमित्युक्ते तदनन्तरम् उपसि समः सुटि इति सूत्रं किं वदति इत्युक्ते तत्र तु वैकल्पिकं रूपं भवति. समः सूति इत्यस्मिन् सूत्रे वा इति अनुवृत्तिः आयाति. एकस्मिन् पक्षे मकारस्य स्थाने रु आदेशः भवति, अन्यस्मिन् पक्षे तत्र अत्र विपक्षे इति दत्तमस्ति खलु, अग्रे पश्यति, विपक्षे अनुनासिकात् परोनुस्वारः इत्यनेन अनुस्वारः आगमः भवति. तर्हि अनेन सूत्रेण समः सूटि इत्यनेन एव कार्यद्वयं विधीयते. एकस्मिन् पक्षे रु आदेशः, अन्यस्मिन् पक्षे अनुस्वार आदेशः भवति. किन्तु मौनस्वारः इति प्रवर्तते किम्? एकमेव कार्यं भवितुम् अर्हति, अनुस्वारादेशः एव भवति. समः सूटि इत्यनेन कार्यद्वयं भवति विधीयते, वैकल्पिकं रूपं साधयामः इति कृत्वा समः सूटि पूर्वसूत्रम् इति अस्ति इति कृत्वा तद् कार्यं प्रवर्तते. प्रथमं तदेव कार्यं प्रवर्तते. किमर्थम् इत्युक्ते मूनुस्वरः असिद्धः इति कृत्वा, अनुसिद्धं सूत्रम् इति कृत्वा समः सूटि कार्यं करोति. समः सूटि इत्यस्मिन् पक्षद्वयं वर्तते. एकस्मिन् पक्षे रु आदेशः भवति, यत्र अनुस्वारः, अन्यस्मिन् पक्षे अनुस्वारः आदेशः भवति. यत्र अनुस्वारः आदेशः भवति तत्र तु सरलम् अस्ति खलु, अस्माकं तु तत्र तु इत्यनेन तत्र तु अनुस्वारः आदेशः भवति, अनन्तरं रु अपि आदेशः भवति उभयत्र. रु इति एकस्मिन् पक्षे इत्यनेन आम्, तर्हि एकस्मिन् पक्षे रु आदेशः भवति, अन्यस्मिन् पक्षे रु भूत्वा तत्र अनुस्वारः अपि आदेशः भवति इति. तर्हि सम् इर् कृति इति भवति. अवगच्छति किम्? पक्षद्वयम् अस्ति खलु, एकस्मिन् पक्षे केवलं रु आदेशः. यत्र रु आदेशः भवति तत्र पश्यामः चेत् रु इत्यस्य रेपः भवति उपदेशयजननासिके इत्यनेन. तर्हि सर् कृति इति भवति. अनन्तरं अत्र अनुनासिकस्य पूर्वस्य तु वा इति अत्र तु अनुवृत्तिः अस्ति इति कृत्वा तत्र अ इति आदेशः भवति. समः तर्हि बिफोर् यु गो फर्दर् किञ्चित् बेकप् करोतु. पुनः वदतु. अहमपि न इदानीमेव अहम् आगतवती, मया न सम्परिभ्यां करोतौ भूषणे इति सूत्रं किं वदति? सम्परिभ्यां करोतौ भूषणे इति तदेव करोमि खलु. अस्तु, तिन् इति अस्ति प्रत्ययः, तिन् प्रत्ययः अस्ति, कृतिः इति अत्र आयाति. अधुना कृतिः इत्यस्मिन् भूषणार्थे, भूषणम् इत्युक्ते किम्? एम्बलिष्यति, अलङ्कर्तुम् किम् इत्युक्ते सम् इति उपसर्गः आयाति. तर्हि अत्र क्षम्यताम्, अलङ्करितुं सम् इति आगन्तुं शक्नोति, अनन्तरं परि इति अपि आगच्छति, अनन्तरं किम् अस्ति खलु, किं भगिनि? अलम् अपि आगन्तुं शक्नोति. अलम् इति भूषणार्थे किम्? भूषणार्थे अलङ् अलङ्करोति. आमाम्, अलङ् इति तत्तु पूर्णतया शब्दः अस्ति. अत्र तु किम् इत्युक्ते यत्र भूषणार्थे सं वा परि वा उपयोगः उप इति वा उपयोगः भवति इति आदेश इति आगमः भवति, अलङ्कारणार्थे भूषणार्थे आगच्छति, तस्मिन् समये सुट् आगमः इति अपि भवति. इति सुट् इति आगमः भवति. अनेन एव किं भवति इत्युक्ते सुट् इति आगच्छति, सं सुट् कृति इति. यत्र सम् इति अलङ्कारार्थे भूषणार्थे आयाति आगमः, उपयोगं कुर्मः, तस्मिन् समये करोतौ इत्युक्ते कृ धातोः पूर्वं यदि वयम् उपयोगं कुर्मः चेत् सं वा परि वा उप इति वा वयम् उपयोगं कुर्मः चेत् तत्र सुट्टागमः भवति. अस्तु, इदानीं तु सं योग सुट् योग कृति. तर्हि किमित्युक्ते सम्पर् आद्यन्तौ टकितौ इत्यनेन सित् अस्ति सुट्. तर्हि सुट् अस्ति सुट् तु कृति इत्यस्य पूर्वम् आयाति, आदौ आगच्छति. तर्हि सं सुट् कृति इति अधुना साधयामः. सुट् इत्यस्य टकारः लोपं भवति हलन्त्यम् इत्यनेन, उकारस्य तु उपदेशे अजनुनासिकः इत्यनेन लोपः भवति. तर्हि सम् इस् कृति इति. अधुना किम् इत्युक्ते मौनस्वारः समः सुट् इति सूत्रद्वयस्य कार्यं भवितुम् अर्हति. अत्र किम् इत्युक्ते मौनुस्वारः इति प्रवर्तयामः चेत् मकारस्य अनुस्वारः आदेशः भवति. यदि समः सुट् इति प्रवर्तयामः चेत् अत्र महोदय भिन्नरूपेण प्रतिपादितवान्, किन्तु मम निमित्तावगमनमस्ति चेत् अन्यत्र पश्यामः चेत् कुत्रचित् अत्र समः सुटि इति सूत्रेण एव विषयद्वयं पक्षद्वयं प्रवर्तते, किन्तु महोदय अत्र भिन्नरूपेण प्रतिपादितवान्. तर्हि महोदयस्य करपत्रे यत् लिखितमस्ति तेनैव रूपेण अहं वदामि. तर्हि किं महोदयेन अत्र उक्तम् इत्युक्ते समः सुटि इत्यनेन अत्र तु रु आदेशः भवति, मकारस्य रु भवति इति. मकारस्य स्थाने रु आदेशः भवति. कार्यद्वयं सूत्रद्वयस्य प्रसक्तिः एकस्मिन् स्थले एकस्मिन् काले. तर्हि मूनुस्वारः इत्यनेन अनुस्वारः, समः सुटि इत्यनेन रु आदेशः भवति मकारस्य स्थाने. तर्हि समः सुटि इति सूत्रं पूर्वसूत्रमस्ति इति कृत्वा परसूत्रम् ऊनुस्वारः सूत्रम् अशुद्धं भवति इति कृत्वा समः सुटि इत्यस्य कार्यं भवति. एतावत्पर्यन्तं प्रश्नः अस्ति किम्? नास्ति. अग्रे सरेम. तर्हि यत्र रु आदेशः भवति, न शृणोमि भगिनि, मीना भगिनि भवत्याः ध्वनिः न श्रोतुं शक्नोमि. समश्रुति इति सूत्रम् अनुबन्धेन सह वदतु भगिनि. इत्युक्ते एतावत्पर्यन्तं मया तु न रु आदेशः इत्येव अस्ति. रु इति अनुबन्धसहितरूपमस्ति खलु. आम्, रु आदेशः भवति, तदेव उक्तवती खलु. अवगतं किं भगिनि? अग्रे सरेम. भगिनि भवत्याः ध्वनिः सम्यक् न श्रूयते भगिनि. अग्रे गच्छामि. दूरवाणी आगन्तुं शक्यते किं भवत्या? कम्प्यूटर् आडियो एव. आं, दूरवाणी आगन्तुं शक्यते किम्? अत्र नास्ति भगिनि. ओ एवं, किं न श्रूयते भवत्याः ध्वनिः? मध्ये मध्ये श्रूयते, मध्ये मध्ये न श्रूयते. सकार योगकृति तस्य स्थाने सरु योग सकार योगकृति भवति खलु. किमर्थम् इत्युक्ते मकारस्य स्थाने रु आदेशः भवति समः सुटि इति सूत्रेण. अस्तु, एतावत्पर्यन्तं प्रश्नः नास्ति. अधुना रु इति अजननासिकः इत्यस्ति उकारः इति कृत्वा उकारस्य लोपः भूत्वा सर् योगः इस् योगः कृति इति भवति. तत्रापि प्रश्नः नास्ति खलु. अस्तु, अग्रे सर् योगः इस् योगः कृति इति स्थितौ अत्रानुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन रु आदेशः भवति. एकवारं वदतु भगिनि. विकल्पेन आदेशः सूत्रम् एकवारं वदतु भगिनि. अत्राणुनासिकः पूर्वस्य तु वा इति सूत्रम् अत्रैव महोदयेन उक्तमस्ति खलु, करपत्रे अस्ति. सूत्रस्य सारांशः एवमस्ति, अधिकारसूत्रमस्ति. ऋत्वप्रकरणे रु इत्यस्मात् पूर्वस्य वर्णस्य विकल्पेन अनुनासिक आदेशः भवति, रु आदेशः अभवत् खलु, तर्हि रु इत्यस्य आदेशः विकल्पेन रु इत्यस्मात् पूर्वम् अनुस्वारः अपि आयाति इति. तर्हि रु इत्यस्मात् अ इति आदेशः यत्र भवति तत्र अत्र अनुनासिकपूर्वस्य तु वा इत्यनेन विकल्पेन अ इति आदेशः भवति अनुस्वारः. तस्मिन् समये किं भवति, स अनन्तरं चन्द्रबिन्दुः, उपरि चन्द्रबिन्दुः रु इस् कृति इति भवति एकस्मिन् पक्षे. एकनिमिष भगिनि, अनुस्वार तत्र पूर्वं तु सर् अस्ति, क्षम्यताम्, अनुनासिकः अनुनासिकवर्णः आयाति, अ इति अनुनासिकवर्णः आयाति. पूर्वं पूर्वं सर् आसीत् सकार अकार रेफः. अधुना किं भवति, एकनिमिषं भवती वदतु, अनन्तरं प्रश्नः अस्ति चेत् पृच्छामि. तदेव भगिनी यत् उक्तवती तदेव, अकार स अनन्तरं यत् अकारः उपादायम् अस्ति, रेफस्य उपादायं यत् अकारः अस्ति तस्य स्थाने अनुनासिक अकारः आयाति. अस्तु अस्तु, तत्तु एकस्मिन् पक्षे. तर्हि तत्र किं भवति इति पश्यामः प्रथमं. तर्हि सकारः अनुनासिक अकारः, अनन्तरं रेफः सकारः कृति इति अस्ति. अस्तु भगिनि, अकारस्य स्थाने एव किं सार् अस्ति चेत् तत्र आदेशः न भवति. अत्र अनुनासिकपूर्वस्य तु वा इति सूत्रं किं वदति इति पश्यामः चेत् पूर्वस्य वर्णस्य इत्येव उक्तमस्ति. तर्हि यदि आकारः अस्ति चेत् आकारस्य सः आकारः अनुनासिक आकारः भवति. अस्तु अस्तु, यत्किमपि वर्णः भवतु स्वरः भवतु तस्य तु अनुनासिकवर्णः आयाति. प्रत्येकस्य स्वरस्य अपि अनुनासिकः वर्णः अस्ति खलु, अस्तु तद् आयाति. अस्तु धन्यवादः. अधुना किम् अस्ति, अस्माकं तु सर् इति उपसर्गस्य पदसंज्ञा भवति, तद् जानन्ति किं, तर्हि सम् इति उपसर्गः अस्ति खलु, तर्हि सम् इत्यस्य पदसंज्ञा वर्तते इति कृत्वा करवसानयोर्विसर्जनीयः इति इत्यनेन पदान्तस्य रेफस्य विसर्गादेशः भवति. कुत्र अस्ति भगिनि, क्षम्यताम्. अत्र सम् इति आसीत् खलु, सम् इति इत्यस्य तु पदसंज्ञा अस्ति, सम् इति उपसर्गः अस्ति खलु, सम् इत्यस्य पदसंज्ञा अस्ति इति कृत्वा अस्माकम् अधुना तु सम् इति एव अधुना परिवर्तयित्वा स इर् इति अभवत् खलु, तर्हि तस्य पदसंज्ञा अस्ति. अस्तु इति कृत्वा खरवसानयोर्विसर्जनीयः इति सूत्रमस्ति खलु, तर्हि पदान्तस्य स्थाने विसर्गः भवति, पदान्तस्य रेफस्य स्थाने विसर्गः. अस्तु, किन्तु विपक्षे तत्तु न पठितवन्तः. तद् प्रथमम् एकं पठामः, अनन्तरं तद् पठामः. तर्हि रेफस्य तु विसर्गः आदेशः भवति, अनन्तरं विसर्जनीयस्य सह इति विसर्गस्य विसर्जनीयस्य सह इति सूत्रं किं वदति इति एकवारं पश्यामः. तदपि एतदेव मन्ये, विसर्गः यत्र पदान्ते विसर्गः आयाति तस्य तु पदान्ते यत् विसर्गः आयाति पदान्ते विद्यमानस्य विसर्गस्य सर्वर्णे परे सकारादेशः भवति. खरि परे पदान्तस्य विसर्गस्य सकारः भवति इति कृत्वा अत्र इस् इति भवति विसर्गस्य. तर्हि सकारः अनुनासिक अकारः, अनन्तरं विसर्गस्य स्थाने पुनः सकारः, अनन्तरम् इस् इति सकारः, सुट्टागमस्य सकारः कृति इति भवति. सन् इस् सकारद्वयं वर्तते, सन् कृति इति भवति रूपम् एकस्मिन् पक्षे. अत्र प्रश्नः अस्ति किम्? कति सोपानि सन्ति भगिनि? कति सोपानि सन्ति अत्र? भवति सम्परिभ्यां करोतौ भूषणे इति सूत्रेण भगिनी गणनस्य आवश्यकता नास्ति. तत्तु अस्माकं प्रमुखविषयः नास्ति अधुना. तद् अग्रे करेम वयं तादृशगणने नाम किमर्थम् अधुना कुर्मः? अस्माकं तु सूत्राणि यानि सूत्र यावत्पर्यन्तं सूत्राणां प्रसक्तिः भवति प्राप्तिः अपि भवितुम् अर्हति खलु, तावदेव विषयः. अधुना अन्यस्मिन् पक्षे किम् अस्ति इति पश्यामः. अन्यस्मिन् पक्षे किं भवति? किं करणीयं चेत् एतत् रेकार्ड् रेकार्डिङ्ग् अस्ति खलु, एतत् पुनः कृतं चेत् एतत् सर्वम् अवगमनम् आगच्छति. तत्समये प्रथमं सूत्रं किं, अन्यसूत्रं किम्, एतत् सोपानरीत्या लिखतु. हा, अधुना एव सोपानरीत्या एव पश्यामः खलु भगिनि. अहं न आगच्छामि, प्रश्नः कः इति. गणनस्य आवश्यकता नास्ति. कति सोपानानि सन्ति इति अस्माकं मुख्य प्रमुखविषयः एव नास्ति. अत्र कुत्रचिदपि प्रमुखविषयः नास्ति. सोपानस्य बहवः सोपानद्वयमपि भवितुमर्हति, शतं सोपानमपि भवितुमर्हति. किन्तु अधुना अस्माकं प्रमुखविषयः अस्ति प्रत्येकं सोपानस्य अवगमनं भवति किम् इत्येव अधुना अस्माकं विषयः. तर्हि पुनः एकनिमिषम् अन्यस्मिन् पक्षे किं भवति इति उक्त्वा पुनः एकवारं पश्यामः सोपानानि. सा पृष्टवती खलु, अतः एव अहं वदामि. एतत् अन्य स्वयं कर्तुं शक्नोति भगिनि. आम् सत्यं भगिनि. मया प्रश्नमस्ति भगिनि. पृच्छतु भगिनि. पुष्पा भगिनी अस्ति किं? पृच्छतु भगिनि. मया प्रश्नमस्ति. अत्र संस्कृतिः इति वदति अत्र ससा अस्ति, स अस्ति, परन्तु वयं एस् ए एन् एम् एस् ए एम् एस् लिखन्ति भगिनि. आङ्ग्लभाषा आङ्ग्लभाषायाः विषये पृच्छति चेत् अहं तु न जानामि. तद् तु अत्र विषयः एव नास्ति. किमर्थं यत् विषयः नास्ति तद् आगत्य चर्चां कर्तुम् इच्छन्ति इति न अवगच्छामि भगिनि. भगिनि, वयम् एतावत् एतत् करपत्रं समाप्य अग्रे गन्तव्यम् अस्माभिः. Let Bhavya Bhagini go ahead and then at the end we can ask all the questions. Otherwise, we'll never complete the paragraph. Parivartanam, transliteration doshaya karoti janaha kurvanti chet tasya kimartam aduna. Tatsamyak, Samskrita Bharati api sasa nasti na? सर्व संस्कृतभारतीं पृच्छतु भगिनि, किमर्थं सकारस्य लोपः अभवत् इति. संस्कृतभारतीं पृच्छतु. धन्यवादः. अस्तु भगिनि, विपक्ष अस्तु विपक्षे किं भवति इति पश्यामः. एकनिमिषं भगिनि. एकनिमिषम् आम् अधुना एक द्वितीयपक्षे किं भवति इति पश्यामः. यत्र अत्र अनुनासिकपूर्वस्य तु वा इति अस्ति खलु, वा इति अस्ति, तर्हि वैकल्पिकं रूपम् आसीत् अस्माकं अनुनासिकवर्णः. तर्हि तस्य वा इत्यस्मिन् विपक्षे किं कार्यम् इत्युक्ते, अनुनासिकात् परोनुस्वारः इत्यनेन अनुस्वार आगमः भवति. किं कर्तुम् प्रत्येकस्य सूत्रस्य अवगमनं तु आवश्यकमेव, किन्तु अत्र अहं वदामि अनुनासिकात् परोनुस्वारः सूत्रं किं वदति इत्युक्ते, रु इत्यस्मात् पूर्वं यः वर्णः अस्ति अनुनासिकः नास्ति चेत् तस्मात् परः अनुस्वारः भवति. अधुना एकस्मिन् पक्षे खलु अन्यस्मिन् पक्षे, तर्हि अस्माकम् अधुना रु इत्यस्मात् पूर्वं सकारोत्तरवर्ती तकारः आसीत्, सः तु प्रथमसोपाने तत्तु अनुनासिकवर्णः नास्ति खलु, केवलम् अकारः अस्ति, तर्हि तदनन्तरम् अनुस्वारः आदेशः भवति. इति कृत्वा सकारः अकारः अनुस्वारः अनन्तरं रु अनन्तरम् इस् अनन्तरं कृ टि इति. प्रश्नः अस्ति किम् अत्र विकल्पे विपक्षे किम् अस्ति? नास्ति खलु. तर्हि स इस् अ मका अनुस्वारः अनन्तरं रेफः अनन्तरम् इस् कृति इति भवति. पुनः अत्र रेपः अस्ति, तत्र पदान्तरेपः अस्ति इति कृत्वा खरवसानयोर्विसर्जनीयः इति पदान्तरेपस्य स्थाने विसर्गादेशः भवति. अस्तु, इदानीं तु भगिनी सूत्रसङ्ख्या दृष्टा पश्यामः चेत् अत्र अत्रानुनासिकपूर्वस्य तु वा तत्तु पूर्वम् अस्ति अनुनासिक अनुनासिकात् परो अनुस्वारः पर सूत्रम् अस्ति, किन्तु पूर्वसूत्रं विकल्पेन कार्यं करोति, इत्युक्ते तत् कार्यं न करोति चेत् एव परसूत्रं कार्यं करोति. किम्? आं भगिनि, प्रसक्तिः नास्ति चेत् अत्र तु एकस्मिन् पक्षे एकस्मिन् काले सूत्रद्वयस्य प्रवर्तनं प्रसक्तिः इति वक्तुं न शक्यते खलु. आम् आम्, समहसूटेस्य प्रसक्तिः अस्ति इति कृत्वा एव अस्माकं बलाबलचिन्तनं प्रवर्तमानः अस्ति. इदानीं तु सर् योग स्कृति अस्ति खलु, तत्र सूत्रद्वयं कार्यं कर्तुं शक्नुतः. अत्र अत्रानुनासिकः पूर्वस्य तु वा नो चेत् अनुनासिकात् परो अनुस्वारः परोनुस्वारः. अत्र किम् इत्युक्ते महोदयेन तत् पृथक् रीत्या प्रदर्शितं, किन्तु अत्रानुनासिकपूर्वस्य तु वा इति सूत्रम् अत्र तु किम् इत्युक्ते अत्र तत्तु अधिकारसूत्रमस्ति, पृथक्तया भिन्नसूत्रम् इति प्रदर्शितं, किन्तु समहसूटि इत्यस्मिन् अधिक अत्रानुनासिकपूर्वस्य तु वा इत्यस्मिन् अधिकारे आयाति समहसूटि इति सूत्रम् अपि इति कृत्वा समहसूटि इत्यस्यैव भागः अस्ति, किन्तु महोदय पृथक् रीत्या पृथक् सोपानेन प्रदर्शितवान्. भिन्नसूत्रमस्ति, अधिकारसूत्रमस्ति, इत्युक्ते ऋत्वप्रकरणस्य अधिकारसूत्रमस्ति. सूत्रं तु अस्ति किन्तु अधिकारसूत्रमस्ति. इत्युक्ते अधिकारसूत्रम् इत्युक्ते किम्? अत्रानुनासिकः पूर्वस्य तु वा इति सूत्रम् अधिकारसूत्रं किम्? आम्, महोदयेन पृथक् रीत्या प्रदर्शितवान्. किमर्थम् इत्युक्ते अधिकारसूत्रेण विधिकार्यं भवति खलु इति कृत्वा पृथक् सोपानेन प्रदर्शितवान्. किन्तु अधिकारसूत्रं किमपि कार्यं न करोति खलु? किमर्थं न करोति? अत्र तु कार्यं करोति. पश्यतु, संहितायां प्रत्यय तथा नास्ति, अत्र तु कार्यं करोति. अधिकारसूत्रं केवलं कार्यं न करोति इति कुत्र निर्दिष्टम्? अत्र तु कार्यं करोति खलु. अष्टाध्यायीपुस्तकं पश्यतु भगिनि, एकवारं पश्यामः. तत्र अधिकारसूत्रमिति न लिखितं, तत् पुस्तकं पश्यामः. अत्र न अत्र अननासिकः पूर्वस्थितु वा इति तु 832 इति आयाति. पृष्ठसङ्ख्या 134 अत्र महोदयाः पुस्तके पश्यामि अत्रानुनासिकपूर्वस्थितु वा इत्यस्मिन् उक्तमस्ति इत उत्तरं यस्य स्थाने रुर्विधीयते ततः पूर्वस्य तु वर्णस्य तु पूर्वस्य तु वर्णस्य सानुनासिको भवति इति अधिकृतं वेदितव्यम् इति अस्ति खलु. अधिकृतम् इत्युक्ते अधिकारमस्ति, यस्य अधिकारेण सर्वत्र ऋत्वविसर्गः यत्र भवति ऋत्वं विधीयते तत्र तु अस्य सूत्रस्य कार्यम् अपि भवति. महोदयाः महोदयायाः करपत्रे मातुः पुस्तके एव पश्यामि. अस्तु, किन्तु इदानीं तु 8.3.4 अस्ति खलु नासिकात् परो नुस्वारः. आं भगिनि, समः अनुनासिकात् परोनुसारः इति चतुर्थसूत्रमस्ति अस्याम् अध्यायाम्. अनन्तरं समः सूटि इति पञ्चमसूत्रम्. समः सूटि इत्यस्मिन् वा इति आयाति इति कृत्वा अत्रापि अनुवृत्तिः अनुनासिकस्य पूर्वस्थितु वा इति अनुवृत्तिः आयाति खलु इति कृत्वा वा इति अस्ति कृत्वा एकस्मिन् पक्षे तद् कार्यं करोति, अन्यस्मिन् पक्षे अनुनासिकात् परोनुसारः इति अपि कार्यं करोति. अस्तु, इत्युक्ते इदानीं अकारस्य स्थाने अनुनासिक अकार भवितुं शक्नोति, तत् न भवति चेत् अकारात् परं अनुस्वारः आगमः भवति. उत्तमम्, आं तावदेव भगिनि, तावदेव आशयः. अस्तु, किन्तु एतत् अधुना अस्माकं किम् इत्युक्ते प्रकृतौ अस्माकं विषयः कः अस्ति, एवम् एतदेव अस्ति. किम् इत्युक्ते सूत्राणाम् अवगमनं पूर्णावगमनं तु एकस्मिन् पक्षे तु अस्ति, किन्तु अस्माकम् अधुना विषयः अस्ति यत्र सूत्रद्वयं कार्यं कर्तुम् इच्छति. सूत्र अत्र तु सूत्रद्वयमपि परत्रिपादीसूत्रं क्षम्यतां त्रिपाद्यां सह तस्यां स्थित्यां परत्रिपादीसूत्रस्य बलम् अस्ति. पूर्वत्रिपादीसूत्रम् अशुद्धं क्षम्यतां परत्रिपादीसूत्रम् अशुद्धम् अस्ति इति कृत्वा तस्य कार्यमेव न प्रवर्तनीयम् इति. मोनुस्वारः अशुद्धम् अस्ति इति कृत्वा समः सूटि इत्यस्य कार्यमेव भवति. किन्तु अस्माकं यथा जानीमः तत्र तु मोनुस्वारस्य कार्यमेव भवति खलु. वयं तु सर्वदा संस्कृति एव पठामः. प्रायः दोषाय इति मन्ये. तत्र मकारस्य स्थाने अनुस्वारः आगच्छति, सम्भवति, अनन्तरं स्कृति भवति. एक एव सकारः लिखामः खलु, तदपि अस्माकं प्रायः दोषाय भवति मन्ये. अस्तु, सो सकारद्वयं भवितव्यम् इति मन्ये. आं भगिनि, अनेन अन्यसूत्रेण सकारस्य पुनः लोपः भवति वा इति द्रष्टव्यं, किन्तु मम अवगमनेन नास्ति इत्येव मन्ये. सकारद्वयं भवति इति किं भगिनि? स्वरूपमहोदयेन पृच्छामः. स्वरूपमहोदयस्य करपत्रमस्ति खलु एतद्, अनन्तरम् अन्यत्रापि पश्यामि अन्यत्रापि पश्यामि तत्रापि सकारद्वयं कथं नास्ति इति. न सकारद्वयम् उक्तमस्ति, सकारद्वयस्य आवश्यकता अस्ति. अहम् अन्य हिन्दीभाषायां पश्यति चेत् सकारद्वयं न भवति, तदेव जालपुटे अन्वेषयामि यत्र यत्र अहं संस्कृति इति एकं सकार एकः सकारः प्रदर्शितः, हिन्दी वेब्सैट् मध्ये एव एकः सकार एकः एव सकारः प्रदर्शितः. परन्तु भगिनि कन्नड कन्नडभाषा अपि तथैव अस्ति. अहं कन्नडभाषा न अस्माकं प्रकृतकन्नडभाषा चिन्तनं नास्ति भगिनि. हिन्दीभाषा अपि नास्ति. हिन्दीभाषायां प्रायः एक एव सकारः स्यात्, तदेव पश्यामि. तेलुगुभाषा किन्तु संस्कृतव्याकरणम् अधुना पठामः. संस्कृतव्याकरणे सकारद्वयं प्रायः स्यात् इति एव मन्ये. अन्यत्र पश्यामि. आम् अस्तु, तर्हि अग्रे पुनः वक्तव्यं किं सोपानानि? अवगतं किम् अत्र सोपानं किं? प्रथमं तु कृयोगः तिन् इति आसीत्. यत्र भूषणार्थे वयं सम् इति उपयोक्तुं शक्यते खलु, सम्यक् इत्यस्य अर्थे, सम्यक् कृतम् इत्यस्य अर्थे, यत्र भूषणार्थे वयं सम् इति उपसर्गम् उपयोगं कुर्मः, तस्यां स्थित्यां सम्परिभ्यां करोतौ भूषणे इति सूत्रेण सुप्तागमः अपि भवति. सुट्टागमः यत्र भवति तत्र तु सम् सुट् कृति इति अस्ति. अधुना अनुबन्धलोपानन्तरं सम् इस् कृति इति भवति. सूत्रद्वयस्य प्रसक्तिः भवति. मूनुस्वरः समः सुटि इति, समः सुटि इति पूर्वत्रिपादिसूत्रमस्ति, मूनुस्वरः इति परत्रिपादिसूत्रमस्ति इति कृत्वा परत्रिपादिसूत्रम् अशुद्धं, तस्य कार्यं न भवति. तर्हि समसुटि इति पूर्वत्रिपादिसूत्रस्य कार्यं भवति. कार्ये तु सूत्रे तु एकः विषयः अस्ति, किम् इत्युक्ते तत्र तु सूत्रस्य विधिः किम् इत्युक्ते समः सूटि यस्मिन् नकारस्य तु ऋत्वं भवतु इति वदति. स रु इस् कृति इति भवति. तत्रैव तस्मिन्नेव सूत्रे अधिकारसूत्रस्य अपि विषयः अस्ति. किमित्युक्ते अत्रान्नासिक पूर्वस्य तु वा इति अधिकारसूत्रं वदति. अस्यां ऋत्वविसर्ग ऋत्वकार्यं यत्र भवति, मकारस्य स्थाने रु आदेशः भवति, रु आदेशः यत्र भवति, तत्र तु पूर्ववर्णः यत् अस्ति तस्य अनुनासिकवर्णः आदेशः भवति इति. अत्र तु रु इत्यस्मात् पूर्वं ह्रस्वकारः अस्ति, तर्हि ह्रस्वकारस्य अनुनासिकवर्णः यत् अस्ति, ह्रस्व अनुनासिक अकारः अस्ति, तद् आदेशः भवति एकस्मिन् पक्षे. अन्यस्मिन् पक्षे किं भवति इत्युक्ते अत्र समः सूटि इत्यस्मिन् पूर्वसूत्रमस्ति, अनुनासिकात् परोनुस्वारः इति सूत्रमस्ति, तस्यापि अनुवृत्तिः आयाति अत्र अस्मिन् सूत्रे इति कृत्वा तत् कार्यं प्रवर्तते. सूत्रं वदति यत्र यत्र अनुनासिकस्य स्थाने यत्र रु आदेशः भवति, तर्हि तादृशपूर्वं यत् यः वर्णः अस्ति तस्य स्वरस्य अनन्तरम् अनुनासिकः आगमः भवति इति, आगमः भवति अधुना अनुनासिकः. तर्हि इस् अ अनन्तरम् अनुनासिकवर्णः आगमः, इम् इति आगमः, अनन्तरम् इर् अनन्तरम् इस्कृति इति अस्ति. उभयत्र रेपः अस्ति, पदान्तरेपः अस्ति इति कृत्वा पदान्तरेपस्य विसर्ग आदेशः भवति. अनन्तरं विसर्गस्य विसर्जनीयस्य सह इत्यनेन विसर्गस्य सकारः आदेशः भवति. तर्हि रूपद्वयं साधयामः. एकस्मिन् पक्षे यत्र सकारोत्तरवर्ती यः अकारः अस्ति सः तु अनुनासिकवर्णः अस्ति. अन्यस्मिन् पक्षे सकारोत्तरवर्ती अकारः यत् अस्ति तस्य अनन्तरम् अनुस्वारः आयाति इति रूपद्वयम्. भगिनि, अत्रानुनासिकः पूर्वस्य तु वा अधिकारसूत्रम् अस्ति चेत् तत् कार्यं न करोति चेत् एव अनुनासिकात् परोनुस्वारः कार्यं कर्तुं शक्नोति खलु? अत्रानुनासिकपूर्वस्य तु वा इत्यस्मिन् अधिकारसूत्रे एव वा इति अस्ति खलु. तर्हि यत्र तद् कार्यं न करोति, अन्यस्मिन् पक्षद्वयं भवति. तर्हि एकस्मिन् पक्षे अनुनासिकः भवति, अन्यस्मिन् पक्षे अत्र अनुनासिकात् परो अनुस्वारः इत्यस्य अपि पुनः अनुवृत्ति आयाति तथा भवति चेत् प्रथमं सूत्रं कार्यं न करोति चेत् एव द्वितीयसूत्रं परसूत्रं कार्यं कर्तुं शक्नोति इत्युक्ते तथा नास्ति इत्युक्ते वा इत्यस्मिन् एव उल्लिखितम् अस्ति एकस्मिन् पक्षे पक्षद्वयं भवतु एकस्मिन् पक्षे कार्यं भवतु अन्यस्मिन् पक्षे कार्यं मा भव न भवतु इति वा इत्यनेन एव विधीयते पक्षद्वयं भवतु इति किन्तु रूपद्वयं न प्रथमं रूपं वा द्वितीयरूपं भवति द्वयमपि न भवितुं शक्नुतः द्वयमपि भवति खलु रूपद्वयं भवति वा इत्यनेन अत्र समुच्चयार्थे अस्ति अत्र वा इत्यनेन इत्युक्ते एतदपि भवतु तदपि भवतु इति अस्ति किन्तु अत्रानुनासिकः पूर्वस्य तु वा कार्यं करोति चेत् पुनः अनुस्वारः आगमः न भवितुं शक्यते न भवितुम् अर्हति किमर्थम् इत्युक्ते अनुनासिकात् परोनुस्वारः इति सूत्रं किं वदति तद्वदति किं वदति इत्युक्ते ऋत्वप्रकरणे रु इत्यस्मात् पूर्वः वर्णः अनुस्वारः नास्ति चेत् तस्मात् परः अनुस्वारः भवतु इति तर्हि यत्र अनुनासिकवर्णः आयाति तस्मिन् पक्षे अनुनासिकात् परोनुस्वारः इत्यस्य कार्यं न भवति सूत्रं किं वदति अनुनासिकात् अनुनासिकः पूर्ववर्णः अनुनासिकः नास्ति चेत् कथं तत्तु अननुनासिकः नास्ति अनुनासिकः एव अस्ति अत्र किम् इत्युक्ते अत्र तस्य प्रतिपादनम् अहं पश्यामि अन्यस्य इत्यपि अत्र किमस्ति अध्याहृतम् अस्ति भगिनि अत्र अननुनासिका अननुनासिका अननुनासिका नास्ति पठतु अनुनासिका एव अस्ति भगिनि अत्र अन्यस्य इति अनुनासिकात् अन्यस्य इति अध्याहृतम् अस्ति अध्याकृतम् इत्युक्ते यत्र सूत्रस्य अर्थः अहं गच्छामि इति वदामि तर्हि अहं गच्छामि इति अवगमनं भवति खलु आम् तादृशम् अन्यस्य अन्यस्मिन् रूपस्य इति अवगमनम् अत्र विधीयते सूत्रे न उल्लिखितम् अपरस्मिन् पक्षे इति अपरस्मिन् पक्षे इति न उक्तं किन्तु तादृशम् अध्याकृतं भवति तत्तु नैतत् पुरुषः नो चेत् सूत्रमेव कार्यं न करोति खलु पुनः अनुनासिकात् परोनस यदि अनुनासिकवर्णस्य एव वयं पुनः अनुनासिकवर्णः अनन्तरं पुनः अनुस्वारः इत्यपि आनयामः चेत् तत्तु साधु भवति खलु रूपम् इदानीं सूत्रं पश्यामः चेत् अनुवृत्तिसहितसूत्रं न जानामि किन्तु इदानीं तु अनुनासिकात् पर अनुस्वारः किन्तु तत्र अनुनासिक पूर्णतया अवगन् भगिनी किम् इत्युक्ते केवलं सूत्रं पठित्वा अवगमनं न भवति तदनन्तरम् अनुवृत्तिसहितसूत्रमपि पठित्वा कदाचित् अवगमनं न भवति तदर्थमेव व्याकरणैः तत्र महाभाष्यतम् इति सर्वं लिखितं खलु काशिकावृत्ति सिद्धान्तकौमुदी इति सर्वत्र व्याख्यानं लिखितम् व्याख्याने उक्तम् अस्ति किम् इत्युक्ते अन्यस्य इति अवगमनं भवतु इति अस्तु अध्याहृतं भवति तत्र यद्यपि न उक्तं तथा अवगन्तव्यम् इति अग्रे सरेम अधुना कार्यसिद्धम् इति कार्यस्तरि विषयसिद्धं यत्र समानकाले समानस्थले समानसोपाने सूत्रद्वयम् आयाति एकं सूत्रं परत्रिपादि अन्यत् सूत्रं यदि सपादसप्ताद्यै वा भवितुमर्हति, पूर्वत्रिपादि वा भवितुमर्हति, तर्हि परस्त्रिपादिसूत्रम् असिद्धं भवति इति अवगतम्. अधुना कार्यसिद्धं किम् इति पश्यामः. पुष्पभगिनी पठति किं भगिनि? आं भगिनि, पुष्पभगिन्याः प्रश्नः आसीत् खलु, किमर्थं संस्कृत इति उक्तमस्ति, सकारद्वयं किमर्थं नास्ति इति. प्रायः मन्ये हिन्दीभाषातः एव प्रायः लिखितं. न भगिनि, अहं तु आप्ते कोशे अपि दृष्टवती, इदानीमेव आप्ते कोशे दृष्टवती, तत्र अपि एकसकार अस्ति चेत् सम्यक् अस्ति, सकारद्वयं स्थापयामि चेत् दोषः इति वदति. न न अपि कोशे शब्दकोशे अस्ति किम्? तत्र भगिनी प्रेषयति किं, किमर्थम् इत्युक्ते अहं तु व्याकरणजालपुटे पश्यामि, तत्रापि सकारद्वयम् अस्ति. न न अहं तु कुत्रापि न प्रेषितुं शक्नोमि, आन्लैन् आप्ते कोशे गतवती, तत्र ईमेल् तत्र रूपेण मां प्रेषयतु भगिनि. न न किमपि नास्ति, स्केन् किमपि न कर्तुं शक्नोति. यदा लिङ्क् प्रेषयतु भगिनि, लिङ्क् प्रेषयतु. यदा आप्तिकोषे आन्लैन् नास्ति खलु, अहं न जानामि, तर्हि लिङ्क् नो चेत् मोबैल् उपयुज्य, दूरवाणी उपयुज्य एकं चित्रं स्वीकृत्य प्रेषयतु. इफ् ऐ पुट् इन् टु सकारस् इट् सेस् नो मैच्. अहं तु संस्कृत, अहं तु संस्कृतव्याकरण जालपुटे पश्यामि भगिनि. नो मैच् इति किमर्थं न लिखित? अष्टाध्यायी.com इति अस्ति खलु, अष्टाध्यायी.com इति, यत्र अष्टाध्याय्यां सूत्राणाम् उल्लेखनं भवति, तत्र पश्यामि. अष्टाध्यायी.com Yeah, but that, you know, I think it's a little conflict probably they originally in even in Bhagavad Gita you don't see SS Sanskrita, na Bhagavad Gita also bagini ek mishan ashtadhyayi.com gatavati kutra bhavati atra samaha suti iti sutram pashyatu samyata समहसूति इति अष्टाध्यायी डाट् काम् गच्छामि चेत् अत्र किम् उक्तः, अहम् अत्र किम् उक्तः इत्युक्ते, अस्मात् अग्रे अपि एतत् सूत्र स्वरूपद्वयं भवति. अनन्तरम् उक्तमस्ति अत्र वाक्यमस्ति, अस्मात् अग्रे अपि महती प्रक्रिया वर्तते, इतोपि अधिकानि प्रक्रियाणि सन्ति, प्रक्रियाः वर्तन्ते, अनेन एकः सकारः प्राप्नुमः इति. अत्र अष्टाध्यायी.com मध्ये 835 इति सूत्रम् अहम् अनन्तरं प्रेषयिष्यामि भगिनी, लिङ्क् प्रेषयिष्यामि. अत्र उक्तमस्ति, अस्मात् अग्रे अपि महती प्रक्रिया वर्तते. अत्र रूपद्वयं दत्त्वा तैः उच्यते किम् इत्युक्ते, अस्मात् अग्रे अपि महती प्रक्रिया वर्तते यस्य अन्ते, तर्हि अन्तिमसोपाने एकः एव सकारः इत्यादीनि अनेकानि भिन्नानि स्वरूपाणि अपि सिद्ध्यन्ति इति. एतदपि रूपमस्ति यत्र सकारद्वयम्, अनन्तरम् एकः एव सकारः, एकः सकारः अपि भूत्वा विभिन्नरूपाणि अपि प्राप्नुमः इति. इतोपि सोपानानि सन्ति, भवितुम् अर्हन्ति इति, येन अस्माभिः एकः सकारः अपि प्राप्तुं शक्नुमः इति. अस्तु भगिनि, अधुना भगिनि पठामि एव. कार्यसिद्धं पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत् तर्हि तत्पश्चात् सपादसप्ताध्यायी सूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव. यतः येन यत् किमपि क्रियते तत् पूर्वत्रा सिद्धम् इत्यनेन असिद्धमम् इदं कार्यासिद्धम् इत्युच्यते. अस्तु, तत्तु पूर्वमेव त्रिपादिसूत्रं कार्यं करोति चेत् तत् सूत्रस्य प्रभावेन कोऽपि कार्यम् अस्ति चेत् तत्पश्चात् सपादसप्ताध्यायीसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत् तत्तु बहुसूत्राणि सन्ति. तदेव तयोः मनसि परत्रिपादिसूत्रं सूत्रस्य कारितं कार्यं न दृश्यते एव. यतः तेन यत् किमपि क्रियते यत् पूर्वत्र सिद्धम् इत्यनेन असिद्धमम् तत्तु ये सर्वे किमपि विवरणं कृतं पूर्वत्र सिद्धं त्रिपादिसूत्रं सपादसप्ताध्यायीसूत्रं तत् सर्वे दृष्टं दृष्ट्वा पूर्वत्र सिद्धम् एव इत्यनेन असिद्धम् अस्ति इति वदति अत्र असिद्धम् इदं कार्यस्य सिद्धम् इत्युच्यते. हा, तत्तु पूर्वत्र सिद्धं न कार्यं न करोति. तथैव वा किं भगिनि? अत्र किम् इत्युक्ते पूर्वमुक्तमासीत् खलु, एकं सूत्रं कारितं प्रथमसोपाने त्रिपादिसूत्रस्य एकस्य त्रिपादिसूत्रस्य प्रसक्तिः प्राप्तिः अपि भवति इति कृत्वा त्रिपादिसूत्रम् एकं कारितम्. अनन्तरम् अग्रिमसोपाने अधुना अपादसप्ताध्यायीसूत्रं वा पूर्वत्रिपादिसूत्रं वा आगत्य कार्यं कर्तुम् इच्छति, प्रसक्तिः अस्ति चेदपि प्राप्तिः न भवति, प्रसक्तिः न भवति. किमर्थम् इत्युक्ते कार्यमेव पूर्वं सूत्रं यत् कारितं तत् कार्यं न पश्यति. उदाहरणं यथा पश्यामः तस्मिन् समये अवगन्तुं शक्यते. इतोपि अग्रे सरतु भगिनि. उभौ योगः अपि एचोयवायावः इत्यनेन यान्तवान्तादिदेशसन्धिः उभावपि लोपः शाकल्यस्य इत्यनेन विकल्पेन वकारलोपः उभापतिः उभा अपि स्पेस् अपि सवर्णदीर्घसन्धिः अकः सवर्णे दीर्घः इत्यस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम्. अतः अत्र सवर्णदीर्घसन्धिः न प्रवर्तते कार्यसिद्धत्वात् उभा अपि. अस्तु अस्तु, अत्र कार्यं मया त्रिपादिकित किं सपादसप्ताध्यायी किम् इति मया मनसि नास्ति, परन्तु उभौ अपि अत्र उभयोगः अपि अत्र एचोयवायावः कार्यं यान्तवान्तादेशसन्धिः उपयुक्त्वा उभावपि इति आगच्छति. अत्र लोपशाकल्यस्य इत्यनेन विकल्पेन वकारः लोपः भवति, विकल्पेन लोपशाकल्यस्य अत्र वा नास्ति न, उभा अपि इति आगच्छति. अत्र सवर्णदीर्घसन्धिः न कार्यं न करोति इति, अकः सवर्णे दीर्घः अत्र कार्यं न करोति लोपः साकल्यस्य इत्यस्य कार्यं कर्त तथैव कार्यं करोति अकः सवर्णे इति तद् कार्यं न पश्यति लोपशाकलयस्य इत्यनेन वकारस्य लोपः यद् जातं तद् न पश्यति अकः सवर्णे दीर्घः इत्यस्य दृष्ट्या किं पश्यति इत्युक्ते उभावपि केवरूपं पश्यति यत् लोपम् अभवत् लोपः अभवत् तत्तु न पश्यति अधुना लोपः नास्ति अहम् आगत्य कार्यं मया कार्यं कर्तुं शक्यते इत्यपि सः न जानाति जानाति किमर्थम् इत्युक्ते वकारः अपि मध्ये अस्ति इति पश्यति तस्य दृष्ट्या वकारः अधुना अस्ति लोपं न पश्यति वकारः अस्ति इति एव पश्यति अत्र प्रश्नः अस्ति किम् न अस्ति एव इति एव पश्यति तदा अस्ति न अस्ति लोपः न पश्यति लोपः न पश्यति लोपशाकलस्य इत्यनेन लोपशाकलस्य इति सूत्रं परत्रिपादिसूत्रमस्ति तद् कार्यम् अकः सवर्णे दीर्घः इति सपादिसूत्रं न पश्यति लोपकार्यं लोपः यत् सञ्जातः तत् कार्यं न पश्यति अत्र तु तद् न पश्यति वकारः अस्ति लोपः वकारस्य लोपः न पश्यति तर्हि वकारः पश्यति परन्तु अत्र उभा अपि इति अस्ति न पुष्पा भगिनी भवत्याः भ्रमः कुतः इत्युक्ते भवती यथा यत् उक्तवती परत्रिपादिसूत्रं यत् इति अवगच्छति न अवगच्छति खलु अत्र 8-2 आरभ्य यत्किमपि अस्ति सूत्रं तत्सर्वं परत्रिपादिसूत्राणि सन्ति अत्र तु लौकिकशकालयस्य शाकलयस्य इति सूत्रं तु 8-3 अस्ति खलु 8-3-19 अस्ति तर्हि तद् कार्यम् अधुना तद् कार्यं किं कारयति लोपशाकलस्य इत्यनेन वकारस्य लोपः भवति तर्हि वकारलोपः यत् अस्ति तत्तु लोपशाकलस्य इत्यनेन कृतः खलु सूत्रम् अस्ति इति कृत्वा न सपादसप्ताध्यायसूत्रम् अकः सवर्णे दीर्घः इति 6-1 इति सूत्रमस्ति खलु तर्हि 8-2 आरभ्य एव त्रिपादी अस्ति तर्हि 6-1 इति तु सपादसप्ताध्यायी इति कृत्वा लोपशाकलयस्य इति यत् कार्यं कृतं वकारस्य लोपः तद् कार्यं न पश्यति तर्हि अकः सवर्णे दीर्घः इत्यस्य दृष्ट्या अधुनापि तत्र वकारः अस्ति इति कृत्वा प्रसक्तिः प्राप्तिः प्राप्तिः न भवति एव अकः सवर्णे दीर्घः इत्यस्य कार्यं न भवति उभावपि इति तर्हि रूपद्वयं भवति एकस्मिन् पक्षे लोपशाकलस्य इति वैकल्पिकं रूपं ददाति तर्हि एकस्मिन् पक्षे उभावपि इति अस्ति अन्यस्मिन् पक्षे क्षम्यताम् उभा अपि इति रूपम् उभावपि अपि द्वे अपि अस्ति इति रूपद् आं भगिनि अस्तु अग्रे प्रायः मीना भगिनी पठति किल अस्तु श्रूयते भगिनि बाल इह विसर्गसन्धिः भगिन्याः ध्वनिः न श्रूयते भगिनी न श्रूयते भगिनी अस्तु विजया भगिनी पठतु मैक्रोफोन् न भगिनि मीना भगिन्याः ध्वनिः न श्रूयते म्यूट् मध्ये भवतु भगिनि विजया भगिनी पठतु समयः नास्ति बालः इह विसर्गसन्धिः अत्रापि तथा बालयोगः तु योगः इह तत्र अनुबन्धलोके बालस् इह इति आगच्छति तत्र तु अत्र उकारः गच्छति अतः तत्र बालस् योगः इह ससजुषो रुः इति सूत्रेण तत्र बालयोगः रु इति रु योगः इह अनुबन्धलोपे बालर् योगः इग इह वो बहु उग अगौ अपूर्वस्य योषि तत्र एतत् श्लोकं योषि इत्युक्ते तत्र बालै योगः इह इत्युक्ते लोपः शाकल्यस्य इति अष्टाध्यायी त्रिपादे सूत्रम् इत्यनेन विकल्पेन यकारस्य लोपः इत्युक्ते बाल इह आद्गुणः इत्यस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम् अतः अत्र गुणसन्धिः न प्रवर्तते कार्यसिद्धत्वात् बालैः एव तत्र तत्र किमस्ति चेत् बालः इह विसर्गसन्धिः भूत्वा बालः इव इह इति अस्ति तत्र अत्रापि तथा एव कार्यं पूर्वम् उभौ अपि इति दृष्टवन्तः अत्रापि तथा बाल तत्र विसर्गः नास्ति तत् योगः सु इति आगच्छति अनुबन्धलोपे सु इति बालस् इति तत्र भवति अनन्तरं बालस् योगः इह तत्र सकारस्य स्थाने रुः रुत्वम् आगच्छति उकारस्य लोपः भवति अनुबन्धलोपे अतः बालयोगः रु योगः इह इति अस्ति अनुबन्धलोपे तत्र अनुबन्धलोपे तत्र बालर् इति बालर् योगः इह उकारस्य हलन्त्यं लोपः भवति अतः बालर् इति आगच्छति ओ बहो अगौ अपूर्वस्य योषि योषि इति सूत्रेण अत्र बालै इति रेफस्य स्थाने यकारः परिवर्तनम् अभवत् अतः बालै योगः इह लोपः शाकल्यस्य इति सूत्रेण विकल्पेन यकारस्य लोपः भवति अतः बाल इह एव तत्र निष्पन्नं रूपम् आदुगुणः इत्यस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम् अतः अत्र गुणसन्धिः न प्रवर्तते आदुगुणः इत्युक्ते गुणसन्धिः तत्र आदुगुणः इत्युक्ते गुण तत्र गुणः न भूत्वा अतः रूपद्वयमस्ति बालैः बालैः एकरूपम् अन्यरूपं बाल इह तत्र विसर्गं नास्ति रूपद्वयम् अस्ति तत्र तावदेव भगिनि आम् आं भगिनि धन्यवादः भगिनि अवगतं खलु अत्र प्रश्नः अस्ति किम् अत्र बालः योगः इह इत्यस्मिन् अत्र तु यत्र विसर्गः अस्ति तत्तु सुप्रत्ययः आसीत् खलु तर्हि बालयोगः सुयोगः इह इति एव आसीत् पूर्वं प्रथमसोपाने पदान्तसकारः अस्ति चेत् ससशोरुः पकरवसनयोर्विसर्जनीयः इत्यनेन बालः इति आगच्छति पदान्ते बालः इति किन्तु अधुना तु बालः योगः इह इति अस्ति बालः वदतु पदान्ते अस्ति चेत् पदान्ते अस्ति चेत् सश्वरुः करवसयानयोर्विसर्जनीयः इत्यनेन विसर्गः आयाति बालः इति प्राप्नुमः पदान् अवसानावस्थायाम् अवसानावस्थायाम् इत्युक्ते किं वाक्यस्य अन्ते किन्तु इदानीं तु इह तु द्वितीयपदं खलु द्वितीयपदम् अस्ति आम् प्रथमपदं बाल सुप् इति अस्ति बालयोगः सुप् इति अस्ति द्वितीयपदम् इह इति अस्ति अधुना तु सुप् इति सकारः पदान्त अवसानावस्थायां नास्ति खलु पदान्ते अस्ति नास्ति किन्तु पदान्ते इति कृत्वा पदान्ते अस्ति तर्हि पदान्तस्य सकारस्य रु आदेशः भवति ससुषुरुः इत्यनेन अधुना किम् अग्रे किम् अस्ति पदान्ततादृश यत् सकार रु आदेशः रेपः अस्ति रु आदेशः अस्ति तस्य रु आदेशस्य पूर्ववर्णः यदि ह्रस्व अकारः अपूर्वस्य इति अस्ति खलु भो गो भगो अघो अपूर्वस्य इति अस्ति. तर्हि अस्माकं तु अधुना प्रकृतौ अपूर्वस्य इति एव अस्माकं महत्त्वमस्ति. तर्हि अपूर्वस्य तादृश अपूर्व यः रु आदेशः अस्ति तस्य यकारादेशः भवति यः इति अस्ति. यकारादेशः भवति अशि परे इति. अशि इत्यस्मिन् किं किम् अस्ति? सर्वे स्वराः, सर्वे स्वर अशि इत्यस्मिन् सर्वे स्वराः सर्वाणि मृदुव्यञ्जनानि सन्ति अशि प्रत्याहारे. तर्हि इह इत्यस्मिन् स्वरः अस्ति खलु इति कृत्वा इह इत्यस्मिन् परे तु अशि परे अस्ति. अशि परे किं कार्यं भवति खलु? तदेव एकनिमिषम् एक किञ्चित् बेक् गच्छतु. अपूर्वस्य तदेव पुनः वदामि भगिनि, एकनिमिषं, भवत्याः प्रश्नः अवगतः खलु, तदेव वदामि. द्वितीयप्रश्नः तस्मिन् समये मा पृच्छतु, एकं प्रश्नं पृष्टवती खलु, तदेव वदन्ती अस्मि. अशि परे तर्हि इह इति अशि इकारः अशि प्रत्याहारे अस्ति खलु, स्वरः अस्ति इति कृत्वा अशि प्रत्याहारे अस्ति. तर्हि अशि परे रु इत्यस्य, बालर् इत्यस्मिन् रु अस्ति खलु, रु इत्यस्य किम् अस्ति, रु इत्यस्य कीदृशरु भवति, कीदृशरु अस्ति एषः रु? अपूर्व रु अस्ति, ह्रस्व अकारः पूर्व अस्ति, पूर्वम् अस्ति खलु. तर्हि अपूर्वस्य ऋकारस्य इति, ऋ इत्यस्य इति, ह्रस्व अकारः पूर्व, पूर्वः इत्यस्य रु इत्यस्य अस्ति. अत्र तु बाल इत्यस्मिन् रु इत्यस्मात् पूर्वं यः लकारोत्तरवर्ती अकारः अस्ति तत्तु ह्रस्व अकारः अस्ति. तर्हि तादृश रु यत् अस्ति, रु इत्यस्य स्थाने यकारः आदेशः भवति, य इति अस्ति खलु, य अशि इति अस्ति, यः अशि इति अस्ति. तर्हि अस्माकम् अपूर्वस्य ऋत्वस्य यः अशि इति सूत्रस्य अवगमनं, अवगमनार्थं प्रश्नः अस्ति किं भगिनि? अधुना अस्तु, इदानीं तु लोपः शाकलस्य विकल्पेन कार्यं प्रथमं गृहीते, एतत् अवगतं किम् इति प्रथमं वदतु, अनन्तरम् अग्रिम अग्रिमस्थापयन् मया न उक्तं खलु. अस्तु अस्तु, अधुना किं भवति, तर्हि यकारः आयाति खलु, रेपस्य स्थाने अधुना यकारः आयाति, तत्र तावत्पर्यन्तं प्रश्नः नास्ति कस्यापि. अधुना तर्हि एकं रूपं भवति, किं भवति? बाल इह इति प्राप्नुमः रूपं, यकारः इकारः इह इति, बाल इह इति एकं रूपम्. अधुना किम् अस्ति इत्युक्ते लोपः शाकलस्य इति सूत्रं वदति, किं वदति, अहं पठामि. पदान्ते यः वकारः वा यकारः वा अस्ति, अवर्णः ह्रस्व अवर्णात् परस्य, अवर्णात् इत्युक्ते ह्रस्वकारः वा दीर्घकारः वा भवतु, अकार ह्रस्वकारः वा दीर्घः अकारः वा भवतु, तदनन्तरं यकारः वा वकारः वा अस्ति चेत् तस्मात् परे अश्प्रत्याहारस्य वर्णः अस्ति चेत् अशि परे इति, अत्रापि अशि परे इति अनुवृत्तिः आयाति. तर्हि अशि परे वकारस्य एकारस्य लोपः भवति इति. तर्हि नियमत्रयं वर्तते अशि परे इति, इह तु अशि परे अस्ति इकारः, अनन्तरं किं, यकारोत्तरवर्ती यत् यकारस्य पूर्वं, यकारात् पूर्वं यः अकारः अस्ति सः तु अवर्णः अस्ति, ह्रस्व अकारः अस्ति, ह्रस्वकारः वा दीर्घकारः वा भवतु, ह्रस्वकारः अस्ति अधुना. अनन्तरं यकारः अस्ति अस्माकं पदान्तयकारः अस्ति, तर्हि तादृशपदान्तयकारस्य लोपः भवति लोपशाकलयस्य इत्यनेन. मकारः अस्ति चेदपि लोपः भवति, तदेव पूर्वं वयम् अस्माभिः दृष्टम् आसीत् मकारस्य लोपः. अधुना यकारस्य लोपं पश्यामः. तर्हि यकारस्य लोपं भूत्वा वैकल्पिकं रूपम् अस्ति बाल इह इति वैकल्पिकं रूपम्. अधुना तु लोपशाकलस्य इति एकस्मिन् पक्षे प्रवर्तितम्, यत्र लोपशाकलस्य इति त्रिपादिसूत्रमस्ति तत् प्रवर्तितं, तदनन्तरं सामान्यतया किं भवति, आद्गुणः इति सूत्रं वदन् यद्वदति, पदान्त अस्माकम् अकारः अस्ति, तदनन्तरं किम् अस्ति अचिपरे गुणः भवतु इति, गुणः भवतु इति आद्गुणः वदति. बाल इत्यस्मिन् अकारः अस्ति अन्ते, अग्रे तु अचुवर्णः अस्ति इह इति इकारः, तर्हि बालेः इति भवति स्म, गुणवर्णः भवति स्म पूर्वपरयोः स्थाने, किन्तु तद् न भवति. किमर्थम् इत्युक्ते आद्गुणः इति सूत्रं पादसप्ताध्यायीसूत्रमस्ति. तर्हि लोपः शाकलस्य इति सूत्रं तु त्रिपादीसूत्रमस्ति, आद्गुणः इति सपादसप्ताध्यायीसूत्रमस्ति. तर्हि लोपशाकलस्य इति सूत्रस्य कार्यं यत् आसीत् इत्युक्ते यकारलोपः, तत् यकारलोपः न पश्यति इति कृत्वा आद्गुणः इत्यस्य दृष्ट्या अधुनापि यकारः अस्ति इति कृत्वा बालैः इति एव आद्गुणः पश्यति. तर्हि एकस्मिन् पक्षे बालैः इति, अन्यस्मिन् पक्षे बाल इह इति रूपद्वयम्. भगिनि प्रश्नः अस्ति किल, भगिनि एकः प्रश्नः, भो भगो अघो अपूर्वस्य योषि, तद् वयं न पठितः न? अस्माभिः अनेकत्र पठितमासीत् भगिनि, बहुत्र आयाति. किम् इत्युक्ते सूत्रत्रये तदेव सूत्रस्य सारांशः मया उक्तमासीत् खलु, भोगो भगो अगो इति श्रोतुं बहु कठिनम् अस्ति खलु, तद् त्यजतु, अधुना अस्माकं कार्यं नास्ति, तस्य कार्यं नास्ति. एवमेव अस्ति अपूर्वस्य ऋत्वस्य, तर्हि यः ऋकार इति आदेश ऋ इति अस्ति, तादृश ऋ अपूर्वः अपि अस्ति इत्युक्ते ह्रस्व अकारः पूर्वः अस्ति, अवर्णः पूर्वः अस्ति चेत् तादृश ऋ इत्यस्य य इति आदेशः भवति, यकारः आदेशः भवति अशिपरे इति. तत्तु अत्र अनुवृत्तिसहितसूत्रम् अस्ति अस्ति महोदयेन दत्तमस्ति किं, दत्तमस्ति, अहं उक्तवती तावदेव. अधुना अस्माकं केवलं किम् इत्युक्ते अधुना अस्माकं प्रकृतौ अस्माकं तदेव पुनः अस्य सूत्रस्य पठनं नास्ति अधुना, केवलम् एतदेव पठनमस्ति. लोपः शाकलस्य कार्यम् अभवत्, अनन्तरम् आद्गुणः आगत्य कार्यं कर्तुम् इच्छति किन्तु न भवति. किमर्थम् इत्युक्ते लोपः शाकलस्य इत्यस्य कार्यं न पश्यति इति. अग्रे वाक्यद्वयम् अस्ति, तदपि पठित्वा विरमामः, समयः अतीतः. अग्रे कः प्रश्नः अस्ति इच्छति चेत् अहम् अनन्तरं पृच्छामि. पृच्छतु भगिनि, भगिनी पृच्छतु इदानीं वा अनन्तरं वा? अधुना पृच्छतु, अधुना पृच्छतु. अस्तु, इदानीं कोऽपि वदति बाल, अस्तु बालः इह इति अस्ति कुत्रापि, कोऽपि वदति दोषः नास्ति, दोषः नास्ति, सम्यक्, किन्तु कोऽपि वदति सन्धि कुरु इति. इदानीम् अहं बाल्य इह लेखितुं शक्नोमि किम्? बाल इह इत्यपि लेखितुं शक्नोति, यकारः इकारः हकारः इति, अनन्तरं बाल इह इत्यपि वक्तुं शक्नोति, लेखितुं शक्नोति. सो बाल्य बाल्य स्पेस् इह, नो चेत् यकार इकार बाल, न बाल इह यकारः इकारः मिलित्वा बाल इह इति, नो चेत् बाल इह, तदपि साधु. आं भगिनि, किन्तु लौकिक रूपे तु बाल्यः कदापि न दृश्यते. प्रायः जनाः सामान्यतया तु बालयः इति सन्धिं कुर्वन्ति, किन्तु बाल्यः दोषः नास्ति, बाल्यः नास्ति, बालयः लकारस्य बाल, क्षम्यतां, बालयः तदपि साधु एव. आं भगिनि, ओ अस्तु, अहं तु न ज्ञातं. अग्रे पश्यामः, सुमन् भगिनी पठति भगिनि. अस्तु, भट्टोजी दीक्षित महाभागेन सिद्धान्तकौमुद्याः लेखकेन इदं सिद्धान्तद्वयं क्षम्यतां प्रणीतं सर्वे न मन्यन्ते तेषु माता अन्यतम तथापि अत्र प्रतिपादितं यतः अनेन विषयस्य बोधार्थं सौकर्यं विद्यते इति भाति किमर्थं विषयद्वयं कार्यसिद्धं शास्त्रसिद्धम् इति पृथक् विषयः नास्ति, समानविषयः एकमेव विषयः अस्ति अस्माकं. पूर्वत्र सिद्धम् इति एकमेव सूत्रमस्ति, परतृपादिसूत्रं पूर्वतृपादि वा सपादसप्ताध्यायीसूत्रं प्रति परतृपादिसूत्रम् असिद्धम् इति एकः एव विषयः. तत् तस्य तु प्रतिपादनं सिद्धान्तकौमुद्यां विषयद्वयम् इति कृत्वा प्रतिपादितमस्ति कार्यसिद्धं शास्त्रसिद्धमस्ति, किन्तु विषयः तु समानः एव खलु. परतृपादिसूत्रम् असिद्धम् इति एव विषयः इति कृत्वा माता अनन्तरं माताजी अनन्तरम् अन्ये वैयाकरणाः विषयद्वयम् इति न मन्यन्ते. ते तु वदन्ति किम् एकमेव सूत्रमस्ति, एकमेव विषयः तत्र उक्तमस्ति इति वदन्ति. अप्रणीतमिति उक्तम् इति लिखितम् उक्तम् इति लिखितम् उक्तम् अस्तु अस्तु. अग्रे अग्रिमपङ्क्ति लघुपङ्क्तिः अस्ति, किमपि महत्त्वं विषयः नास्ति अत्र, तदपि पठित्वा विरमामः. कस्य क्रमः? मलर् भगिनी पठति किं भगिनि? आं भगिनि. देयं यत् पूर्वत्र सिद्धम् इति सूत्रम् उपदिशेते परं कार्यम् इत्यस्य अपवादो नास्ति. उपदिशेते परं कार्यम् इत्यनेन परशास्त्रस्य कार्यं भवति. पूर्वत्र सिद्धम् इत्यनेन पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धम् इतरां वेद्धम्. अत्र सामान्यविशेषयोर्विचारणं न, अतः द्वयोः कृते पृथक् पृथक् मार्गः कल्पनीयः इत्याशेन किं कृतम्? उपदिशेते परं कार्यम् इति सूत्रं केवलं सपादसप्ताध्यायाम् एव प्रवर्तते, त्रिपाद्याम् उपदिशेते विचारः नास्ति, यतोहि अत्र परशास्त्रमेव नास्ति. उत्तरस्य अभावात् परशास्त्राणाम् अभावात् अपि च पूर्वत्र सिद्धम् इत्यस्य असिद्धत्वं केवलं त्रिपाद्याम्. अत्र पूर्वत्र सिद्धम् इति उपदिशेते परकार्यम् इति सूत्रस्य अपवादसूत्रं नास्ति इति उक्तं. किमर्थम् इत्युक्ते उपदिशेते परकार्यं करोति, पूर्वत्र सिद्धं पूर्वकार्यमेव पश्यति इति किं किम् इत्युक्ते अहं वदामि. अत्र पूर्वत्र सिद्धम् इति सूत्रं विप्रतिषेधे परं कार्यम् इत्यस्य अपवादः नास्ति इत्युक्ते अत्र तु किम् इत्युक्ते पाणिनिना विभागद्वयं विभजितम् अष्टाध्यायीसूत्राणि. एकं तु विप्रतिषेधे परं कार्यम् इति अस्ति सपादसप्ताध्यायां, येन परसूत्रस्य बलं भवति. बलम् इति सूत्रं पश्यति, पूर्वसूत्रं परसूत्रं पश्यति, परसूत्रं पूर्वसूत्रं पश्यति, तस्य कार्यमपि पश्यति, किन्तु बलाबलचिन्तनं भवति. किन्तु यत्र त्रिपादिसूत्रम् अस्ति, पूर्वत्र सिद्धम् इति अधिकारसूत्रमस्ति खलु, ततः आरभ्य सूत्रं किं वदति इत्युक्ते अग्रे गत्वा परसूत्रं यत् अस्ति तत्तु असिद्धम् इति वदति. असिद्धम् इत्युक्ते किम्? असिद्धम् इत्यनेन तत्र तस्य तु महत्त्वमेव नास्ति, न आगन्तुमेव शक्नोति, तत्तु न पश्यति एव न एव अस्ति, तस्य अभावः अस्ति परसूत्रस्य. यत्र पूर्वतृपादिसूत्रं परसूत्रपादिसूत्रम् आगत्य कार्यं कर्तुम् इच्छतः तस्मिन् सङ्कर्षः भवति, तस्मिन् समये परतृपादिसूत्रम् अपगच्छति, तस्य तु किमपि नास्ति, अत्र तु किमपि नास्ति, परतृपादि इत्येव न तिष्ठति, तत्तु तु सूत्रं तत्र तु न तिष्ठति. अभावः भवति इति कृत्वा पूर्वत्रिपादीसूत्रमेव सम्भवति. तत्र तु बलाबल अत्र त्रिपादीसूत्रे सूत्राणि यत्र सन्ति तत्र तु बलाबलचिन्तनम् इत्येव नास्ति. अत्र केवलं किम् अस्ति, पूर्वसूत्रमेव तत्र प्रवर्तते, तस्यैव तदेव तिष्ठति. अग्रे परसूत्रं यदस्ति तत्तु आटोमेटिकलि इट् जस्ट् वानिशस्, अभावः भवति तस्य इति कृत्वा चिन्तनं पृथक् भवितुं भवितव्यम् इति. यत्र सपादसप्ताध्यायी अस्ति तत्र तु अस्माकं पूर्वपरनित्यन्तरङ्ग इति सर्वं भवति, अस्माकं बलाबलचिन्तनं भवति. यत्र त्रिपादीसूत्राणि आयान्ति तस्मिन् तस्यां स्थितौ एकमपि सूत्रं त्रिपादीसूत्रम् अस्ति चेत् तादृशपरत्रिपादीसूत्रं केवलम् अशुद्धं भूत्वा तस्य कार्यमेव कर्तुमेव न प्रसक्तिः अस्ति, प्राप्तिः अस्ति इत्यपि न आयाति. किमर्थम् इत्युक्ते अशुद्धं भवति, अपगच्छति सूत्रं परत्रिपादीसूत्रम् इति कृत्वा परशास्त्रमेव नास्ति तस्यां स्थित्यां. तर्हि बलाबलचिन्तनं कथं कर्तुं शक्यते? पूर्वपर इति अस्ति चेदेव बलाबल अस्माकं विप्रतिषेधे परं कार्यम् इति सर्वम् आयाति खलु. किन्तु पूर्वत्र असिद्धं वदति, परसूत्रं पूर्णतया सिद्धम् अपगच्छतु इति वदति. तर्हि अपगच्छति तस्मिन् समये परं विप्रतिषेधः अपि न भवति, परं कार्यम् इति अपि न भवितुम् अर्हति. केवलं पूर्वत्रिपादीसूत्रमेव तिष्ठति, परत्रिपादीसूत्रम् अपगच्छति इति विषयः. किन्तु किमित्युक्ते पूर्वत्र सिद्धम् इत्यस्य अधिकारम् असिद्धत्वं तादृशसिद्धान्तः तु केवलं त्रिपाद्यामेव अस्ति. सपादसत्याध्यायं पूर्वपर इति सर्वाणि सूत्राणि तिष्ठन्ति, सङ्कर्षः भवति, बलाबलचिन्तनं भवति. त्रिपादी अत्र आयाति, त्रिपादीसूत्रम् आयाति चेत् केवलम् असिद्धत्वम् इति शास्त्रं तत्र विषयः वर्तते. परत्रिपादीसूत्रं सर्वदा पूर्वत्रिपादीसूत्रं प्रति असिद्धं भवति, तथा एव सपादसप्तादिसूत्रं प्रति अपि परत्रिपादीसूत्रं त्रिपादीसूत्रम् अशुद्धं भवति इति विषयः. अधिकतया किम् इत्युक्ते हल्सन्धिकार्याणि एव त्रिपाद्यां सन्ति इति कृत्वा यत्र हल्सन्धिकार्यम् अनन्तरं हल्सन्धिकार्यं प्रवर्तयित्वा अनन्तरं किमपि अन्यत् कार्यं प्रवर्तयितुम् इच्छामः चेत् प्रायः अस्वरसन्धि किमपि प्रवर्तयितुम् इच्छामः चेत् तदा अस्माभिः द्रष्टव्यं हल्सन्धि यत् प्रवर्तितं तत्र स्वरसन्धिः यदि त्रिपाद्याम् अस्ति चेत् अधिकतया तु सपादसप्ताध्यायं भवति स्वरसन्धिः. तर्हि तत्र वयम् एकनिमिषं स्थित्वा सूत्रसङ्ख्या द्रष्टव्या. एतत् हल्सन्धि तु त्रिपाद्याम् अस्ति इति कृत्वा तद् कारयित्वा सपादसप्ताध्यायसूत्रं कार्यं न करोति, न पश्यति एव तत् कार्यम् इति कृत्वा वयं न कुर्मः. तथा एव यत्र स्वरसन्धिः हल्सन्धिः इति तादृशचिन्तनं भवति, अन्यत् यत्र अङ्गकार्यम् अनन्तरम् अङ्गकार्यं तु पूर्वं भवति खलु, प्रतिनिमित्तिकं कार्यं तु किमस्ति षष्ठाध्याये सर्वं भवति खलु. तर्हि तादृशकार्याणि प्रथमं षष्ठाध्याय सप्तमाध्यायस्य अङ्गकार्यं भवति. तर्हि हल्सन्धिकार्याणि अङ्गकार्यम् इति यत्र आयाति तस्मिन् समये हल्सन्धिकार्यं त्रिपाद्याम् अधिकतया सन्ति इति कृत्वा तस्य कार्यं न भवति, अङ्गकार्यस्य एव कार्यं प्रवर्तनीयम् इति कृत्वा सङ्ख्या द्रष्टव्या. निश्चयेन त्रिपाद्यमस्ति चेत् तत्तु असिद्धं भवति इति कृत्वा वयं न कारयामः इति विषयः. भगिनि अग्रे तावदेव आसीत् बलाबलचिन्तनस्य विषये. पृच्छतु भगिनि. सकारः द्वयमेव तत्र आगच्छति. मम समीपे अष्टाध्याय्याम् इति पुस्तकमस्ति, मया प्रेषितम्, ईमेल् मध्ये प्रेषितं. सकारः किम् इत्युक्ते तदेव अत्र उक्तम् आसीत् भगिनि, सकारद्वयम् आयाति अनन्तरम् अधिकविषयाः सन्ति इति, सोपानानि अधिकानि सन्ति येन एकः सकारः वयं प्राप्तुं शक्नुमः इति. अत्र महोदयस्य अन्यत् करं पत्रमस्ति, अत्रापि महोदयेन पूर्णतया न उक्तवान्, किन्तु एवमेव उक्तवान् एकं महाभाष्यवाक्यम् अस्ति, अनेन सकारद्वयं एकः सकारः गच्छति, एक अन्य एकमेव सकारः तिष्ठति इति अन्यस्मिन् करपत्रे उक्तवान्, किन्तु तत्रापि पूर्णतया न उक्तवान्, महाभाष्यवाक्यं तत्र स्थापयित्वा तत्र महोदय स्थगितवान्. प्रेषयति किं लिङ्क्? अहं प्रेषयिष्यामि, प्रेषितवती भव्यमहोदय समीपे अहं पश्यामि, अहं प्रेषयिष्यामि भगिन्याम्, अनन्तरं भगिन्याः अपि करपत्रम् अहं प्रेषयिष्यामि. अत्र किं करपत्रं, मम करपत्रं यत् अस्ति इत्युक्ते नयन् मध्ये एय्त् अनुनासिकः अनुस्वारः चेत् यनो भेदः इति अस्ति खलु, तत्र पश्यति चेत् महोदयस्य अन्यत् करम् अस्ति. तत्र तु महाभाष्यवाक्यम् अत्र उक्तमस्ति. कुत्र वदामि, अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः इति अस्ति, द्वितीयकरपत्रमस्ति, एय्त् नयन् इति महोदयस्य जालपुटे नयन् अस्ति खलु, अन्ये व्याकरणसम्बन्धविषयाः इति नयन् इति भागः अस्ति, तस्मिन् एय्त् इति करपत्रम् अष्टमकरपत्रमस्ति, अनुनासक अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः इत्यस्मिन् जस्ट् कण्ट्रोल् एफ़् कृत्वा अन्वेषणं कर्तुं शक्यते. संस्कृतिः इति सकारद्वयम् अन्वेषणं करोति चेत् तत् महोदयेन अग्रे प्रतिपादितमस्ति. भगिनि मम एतस्य विषयस्य एकः प्रश्नः अस्ति, एतत् करपत्रम् अस्माभिः अपि अवलोकनीयः, अग्रे वयं पश्यामः, किन्तु प्रायः कानिचन वर्गाणाम् अनन्तरं पश्यामः. पृच्छतु भगिनि, किम् आसीत् प्रश्नः? अपि च पूर्वत्र सिद्धम् इत्यस्य असिद्धत्वं केवलं त्रिपाद्यां सिद्धत्वं खलु, पूर्वत्र सिद्धं तत् सूत्रस्य सिद्धत्वं त्रिपाद्यां, तस्य अधिकारः त्रिपाद्यां, अधिकारसूत्रमस्ति, सिद्धत्वम् इति नास्ति अधिकारः. अत्र असिद्धत्वम् इत्युक्ते किम् असिद्ध भवति, परत्रिपादि पूर्वं प्रति परत्रिपादि असिद्धम्. ओ, पूर्वत्र पूर्वत्र सिद्धम् अस्तु, एतत् कार्यं करोति, परसूत्रम् असिद्ध भवति त्रिपाद्यामेव. आं भगिनि, भगिनि भगिनि नमस्कारः भगिनि, शुभदिनं, अहं गमिष्यामि भगिनि, समयः अस्ति, केवलम् एकं परिभाषा पठित्वा अनन्तरम् अभ्यासः भवति अग्रिमसप्ताहे. यशोवर्धनमहोदय करिष्यति अग्रे, अतः आगतवान् महोदय, आगतवान्. अस्तु भगिनि, धन्यवादः, धन्यवादः, धन्यवादः, धन्यवादः भगिनि, धन्यवादः, धन्यवादः.